पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 14 सोमशर्मोवाच एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमं कथं जानासि भद्रं त्वं कस्माच्चैव त्वया श्रुतं सुमनोवाच भार्गवाणां कुले जातपिता मम महामते च्यवनो नाम विख्यात सर्वज्ञानविशारदः तस्याहं प्रियकन्या वै प्राणादपि च वल्लभा यत्र यत्र व्रजत्येष तीर्थारामेषु सुव्रत सभासु च मुनीनां तु देवतायतनेषु च तेन सार्थं व्रजाम्येका क्रीडमाना सदैव हि कौशिकान्वयसम्भूतो वेदशर्मा महामतिः पितुर्मम सखा दैवदडमानः समागतः दुःखेन महता विष्टश्चिन्तयानो मुहुर्मुहुः समागतं महात्मानं तमुवाच पिता मम भवन्तं दुःखसंसप्तमिति जानामि सुव्रत कस्माद्दुःखी भवान् जातस्तस्मात् त्वं कारणं वद एतद्वाक्यं तदश्रुत्वा च्यवनस्य महात्मनः तमुवाच महात्मानं पितरं मम सुव्रतः वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणं मम भार्या महासाध्वी पादिव्रत्यपरायणा अपुत्रा सा हि संजाता मम वंशो न विद्यते एतत्ते कारणं प्रोक्तं प्रश्नितोऽस्मि यतस्त्वया यदस्मिन्नन्तरे प्राप्त कश्चित् सिद्धः समागतः मम पित्रा तथा तेन ह्युद्धाय वेदशर्मणा द्वाभ्यामपि च सिद्धोऽसौ पूजितो भक्तिपूर्वकैः उपहारैः स भोज्यान्नैर्वचनैर्मधुराक्षरैः द्वाभ्यामन्तर्गतं पृष्ठं पूर्वोक्तं च यथा त्वया उभौ तौ प्राक धर्मात्मा ससखं पितरं मम धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः ततस्तेन कृतं धर्मं सम्पूर्णं वेदशर्मणा तस्माद्धर्मात् सुसंजातं महत्सौख्यं सपुत्रकं तेन सङ्गप्रसङ्गेन ममैषमधिनिश्चयः यथा कान्त तव प्रोक्तं मयैव च परं शुभं तस्माच्छ्रुतं महासिद्धात् सर्वसन्देहनाशनम् विप्रधर्मं समाश्रित्य अनुवर्तस्व सर्वदा सोम शर्मोवाच धर्मेण कीदृशो मृत्योर्जन्म चैव वदस्व मे उभयोर्लक्षणं कान्ते तत्सर्वं हि वदस्व मे सुमनोवाच सत्यशौचक्षमाशान्तितीर्थपुण्यादिकैस्तथा धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहं रोगो न जायते तस्य न च पीडा कलेवरे न श्रमो वै न चग्लानिर्न च स्वेदो भ्रमस्तथा दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा वेदपाठसमायुक्ता गीतज्ञानविशारदाः तस्य पार्श्वं समायान्ति स्तुतिं कुर्वन्ति चातुलं स्वस्थो हि आसने युक्तो देवपूजारथ किल तीर्थं च लभते प्राज्ञस्नानार्थं धर्मतत्परः अग्न्यागारे च गोस्थाने देवतायतनेषु च आरामे च तडागे च यत्राश्वत्थो वटस्तथा ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः अश्वस्थानं समाश्रित्य गजस्थानगदो नरः अशोकं च्यूतवृक्षं च समाश्रित्य यदा स्थितः सन्निद्धौ ब्राह्मणानां च राजवेश्मगदोधव रणभूमिं समाश्रित्य पूर्वं यत्र मृदो भवेद् मृत्युस्थानानि पुण्यानि केवलं धर्मकारणं गोग्रहं तु सुसम्प्राप्य तथा चामरकण्टकं शुद्धधर्मकरो नित्यं धर्मदो धर्मवत्सलः एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः मातरं पश्यते पुण्यं पितरं च नरोत्तमः भ्रातरं श्रेयसायुक्तमन्यं स्वजनबान्धवम् बन्दीजनैस्तथा पुण्यैस्तूयमानं पुनः पुनः पापिष्टं नैव पश्येद मातृपित्रादिकं पुनः गीतं गायन्ति गन्धर्वास्तुवन्ति स्तावकास्तवैः मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेद पिता स्वजनवर्गाश्च धर्मात्मानं महामतिम् एवं दूता समाख्यादा पुण्यस्थानानि ते विभो प्रत्यक्षान् पश्यते दूतान् हास्यस्नेहसमाविलान् न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः धर्मराजो महाप्राज्ञो भवन्तं तु समाह्वयेद् एह्ये हि त्वमहाभाग यत्र धर्मः स तिष्ठति तस्य मोहो न च भ्रान्तिर्नग्लानिस्मृतिविभ्रमः जायते नात्र सन्देहप्रसन्नात्मा स तिष्ठति ज्ञानविज्ञानसम्पन्न स्मरन्देवं जनार्दनं तैः सार्धं तु प्रयात्येवं सन्तुष्टो हृष्टमानसः एकत्वं जायते तत्र त्यजदस्वं कलेवरं दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति शिबिका तस्य आयाति हंसयानं मनोहरं विमानमेव चायाति हयो वा गज उत्तमः छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा विद्यमानः स पुण्यात्मा पुण्यैरेवं समन्तदः गीयमानस्तु धर्मात्मा स्तूयमानस्तु पण्डितैः बन्दिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः साधुभिस्तूयमानस्तु सर्वसौख्यसमन्वितः यथा दानप्रभावेण फलमाप्नोति तत्र सः आरामवाटिकामध्ये सप्रयादिसुखेन वै अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलायुर्युधः देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति देवाश्च धर्मसंयुक्ता जग्मुत्सम्मुखमेव तद् ये ह्येहि वै महाभाग भुङ्क्ष्व भोगान्मनोऽनुगान् एवं स पश्यते धर्मं सौम्यरूपं महामतिं स्वस्य पुण्यप्रभावेण भुङ्क्ते च स्वर्गमेव सः भोग क्षया स धर्मात्मा पुनर्जन्मप्रयादि वै निजधर्मप्रसादाच्च कुलं पुण्यं प्रयाति वै ब्राह्मणस्य सुपर्णस्य क्षत्रियस्य तथैव च धनाढ्यस्य सुपण्यस्य वैश्यस्यैव महामदे धर्मेण मोददे तत्र पुनः पुण्यं करोति सः इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने चतुर्दशोऽध्यायः ॐ